नमस्ते अरुणा भगिनी, श्रूयते भगिनि? अस्तु भगिनि, श्रूयते न वदतु, अधुना क्षम्यतां भगिनि, तत्र विलम्बः जातः मम, ध्वनिः अपि अस्ति. नमस्ते भगिनि. नमस्ते. नमस्कारः भगिनि. नमस्ते. नमस्ते. अस्माकं गतसप्ताहस्य तत्र करपत्रं स्वीकरोमि. अद्य तु मणिमहोदय न आगमिष्यति, सरला भगिनी अपि न आगमिष्यति. वयमेव स्मः. तत्र महोदयेन नूतनतया पाठितं किं भगिनि? न, किंवृत्ते लिङ् लिटु इति तदेव पठितं, तत् लृङ्वा प्राग्वत् लृङ्वा इति, तस्य विषये बहु किमपि अभवत्. योजितवान् किं पुनः तत्र योजितवान् पुनः? न न लङ् प्राग्वत् इति आसीत्, लङ् लृङ् प्राग्वत् इत्यपि अस्माभिः पठितमासीत्, परन्तु पुनः तेन कृतम् इत्युक्ते किं वृत्ते लिङ् लृटवति, केवलं लिङ्ग् अपि लृटः आसीत् वा? यद् अस्माभिः तत् करपत्रे लिखितम् आसीत् तत्र साधुत्वं वर्तते वा, नो चेत् तत्र कुत्रचित् दोषाय अस्ति वा? सम्यक् अस्ति इति भाति भगिनि यत् मया दृष्टम्. आम् अस्तु भगिनि. तर्हि तत्र तर्हि तर्हि वयमपि केवलं तत्र किं तत्र आशंसायां भूतवच्च इति आरभ्य पठामः वा, ततः आरभ्य? नो चेत् आरम्भतः वक्तव्यं वा? न, आरम्भतः न भगिनि, आशंसायाम् इति च न कृतं, केवलं किं वृत्ते लिङ् लटु इत्यतः आरभ्य पठामः. तर्हि शीघ्रं लृङ् प्राग्वत् इति तत्र पर्यन्तं, हा तदपि कृतं, लङ् लृङ् प्राग्वत् इति तदपि कृतम्. अपि च अनक् अनकृप्त्यमर्षयोर किं वृत्तेपि तत् न कृतम्. तत्र तत्र पङ्क्तिचतुष्टयं कृतम् इति मन्ये खलु, वन् टु त्री फोर्, फोर् पेराग्राफ्स्. तर्हि तत् वयं पठामः. भवती एव आरम्भं करोति वा? आम् आं भगिनि, करोमि. क्षम्यतां. किं वृत्ते लिङ् लृटौ, किम् इति प्रश्नवाचके सति गर्हायाः अर्थे धातोः लिङ् च लृट् च लकारो भवतः, किं कतर कतम इत्येषु अन्यतम उपस्थितः स्यात् इत्यनेन किं वृत्तः, गर्हायामिति अनुवृत्तेः निन्दायाम् इत्यर्थः. लिङ्ग् इति पदं पूर्वतने सूत्रे वर्तते, तथापि प्रकृतसूत्रे पुनः उक्तं दर्शनार्थं यत् लट् अस्य यस्य अनुवृत्तिः भवति स्म न जायते इति. गर्हायामित्येव विभाषा न स्वर्यते. किं वृत्ते उपपदे गर्हायां गम्यमानायां धातोः लिङ् लृटौ प्रत्ययो भवतः सर्वलकाराणाम् अपवादः. लिङ्ग्रहणं लटः अपरिग्रहार्थम् इति काशिकायां. विभाषा इत्यस्य अनुवृत्तिः न भवति. अस्य फलम् अस्ति यत् अपरेषां सर्वेषां लकाराणां बाधा भवति. अत्र केवलं विधिलिङ्ग् च लृट् च सम्भवतः. किमो वृत्तं किं वृत्तं, तस्मिन् किं वृत्ते षष्ठी तत्पुरुषसमासः लिङ्ग् च लृट् च तयोः इतरेतर द्वन्द्वो लिङ् लटौ. किं वृत्ते सप्तम्यन्तं लिङ् लटौ प्रथमान्तं द्विपदमिदं सूत्रं गर्हायां लडपि जात्वोः इत्यस्मात् गर्हायाम् इत्यस्य अनुवृत्तिः प्रत्ययः धातोः परश इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं किं वृत्ते गर्हायां धातोः लिङ् लृट् प्रत्ययो परश्च इति. अस्माभिः यथा चर्चितं गतसप्ताहे, किं कतर कतव इति शब्दत्रयं तस्य किं वृत्तः इति उक्तं शब्दत्रयस्य कृते. किं वृत्तः इति शब्दः उपयुक्तः. किं कतर कतम इत्येषु इति उक्तत्वात् गर्हायाम् इति तस्य अर्थः भवति. गर्हायां निन्दायाम् इत्यर्थः. लिङ्ग् अस्तु, किं यस्य पूर्वतनसूत्रे अस्य पूर्वतनसूत्रे अस्ति विभाषा कथमे लिङ्ग् च इति. अत्रतः अनुवृत्तिः भवेत् स्यात्, परन्तु तत् न अङ्गीकरं, यतोहि अत्र विभाषा कथमे लिङ्ग् च इति अस्ति. च इत्यनेन लट् अपि गृहीतं, लट् न गृहीतं, न गृहेत और् गृह्यते इति लिङ् लटौ इति स्पष्टतया अत्र उक्तमस्ति. अपि च किम् अपि च अत्र विभाषा अपि नास्ति, यतोहि विभाषा अस्ति चेत् अन्यानां लकाराणां विधानमपि भवति. केवलं विधिलिङ्ग् अपि लृट् एतौ द्वौ अस्मिन् विषये उपयोजनीयः इति निन्दायाः गर्हायाः अर्थे इति अस्ति. तदेव भगिनी, अत्र विभाषा इति न अस्ति, यतोहि विभाषा एतत् सर्वलकाराणाम् अपवादः इति. केवलं विधिलिङ्ग् च लृट् च इति सम्भवतः अत्र. वयं किं कुर्मः इत्युक्ते अस्माकमेव स्वयं वयम् उदाहरणानि रचामः, महोदयस्य वत् मास्तु, भिन्नरूपेण रचामः. महोदयेन लिखितं को हरिं निन्देत्, को हरिं गर्हायां को हरिं निन्देत्. अग्रिमपरिच्छेदे अस्ति. अहं पठामि, अरुणा भगिनी पठेत्. अरुणा भगिनी न पठितम्? अहं भगिनी पठामि. भगिनि नमस्ते. भगिनि, किं वृत्ते लिङ् ऋतौ इत्यस्य उदाहरणमस्ति कः कतर कथमो वा हरिं निन्देत् निन्दिष्यति वा. कः अभाग्यः अस्ति यत् हरेः निन्दां कुर्यात्. अस्मिन् उदाहरणे किं वृत्ते लिङ् ऋतौ इति सूत्रेण षट् वाक्यानि भवन्ति. को हरिं निन्देत्, कतरो हरिं निन्देत्, कतमो हरिं निन्देत् इति. को हरिं निन्दिष्यति, कतरो हरिं निन्दिष्यति, कतमो हरिं निन्दिष्यति इति. अत्र किं शब्दस्य व्यवहारेण किं वृत्तं भवति, अपि च तेन एव व्यवहारेण गर्ह इति अर्थम् अपि जायते. अतः निन्दा इति धातोः किं वृत्ते लिङ् रुटौ इति सूत्रेण विधिलिङ् लकारे सति निन्देत् अपि च लृट् लकारे सत् निन्दिष्यति इति द्वे पदे जायते. अधुना परिच्छेदे अस्ति किम् उदाहरणानि किं वृत्ते लिङ् लुटौ इति सूत्रस्य. तद् वयं जानीमः अत्र किं वृत्ति इति अस्ति चेत् किं कः कतर कथमपि अन्त उपस्थितः अन्तिमः उपस्थितः. अतः निन्देत् कः अभाग्यः अस्ति यत् हरेः निन्दां कुर्यात् इति विधिलिङ् रूपमस्ति. अधुना अन्य अत्र षट् वाक्यानि भवितुम् अर्हति किं वृत्ते लिङ् रुटौ इति. को हरिं निन्देत् विधिलिङ्, कतरो हरिं निन्देत्, कथमो हरिं निन्देत् इति विधिलिङ् रूपाणि अस्ति. तदेव को हरिं निन्दिष्यति, कतरो हरिं निन्दिष्यति, कथमो हरिं निन्दिष्यति इति त्रीणि वाक्यानि भवति. अतः किं शब्दस्य व्यवहारेण किं प्रश्नार्थक शब्दमस्ति तत् उक्तमस्ति चेत् व्यवहारेण गर्ह इति अर्थम् अपि जायते. निन्दा धातुतः अपि कार्यं कर्तुं शक्यते. किं लकाररूपमस्ति, कः हरिं निन्देत्, कतरः किं नन्देत् निन्देत्, कथम हरिं निन्देत्. अन्य लकाररूपमस्ति निन्दिष्यति, कः हरिं निन्दिष्यति, कतर हरिं निन्दिष्यति, कथमो हरिं निन्दिष्यति इति एव उदाहरणं दत्तं. भगिनि रेकार्डिङ्ग् अस्ति भगिनि. किं किं भगिनि किं पृष्टवती? रेकार्डिङ्ग् अस्ति वा? रेकार्डिङ्ग् अस्ति भगिनि, स्वयं दातम् अस्ति. डिफाल्ट् सेटिङ्ग् महोदय परिवर्तितवान्, तर्हि स्वयञ्चलनरूपेण कृतवान्. अग्रिम तृतीयपङ्क्तिं खलु, तदहं पठामि. तर्हि तावत् वयं यत् पठितवन्तः, तर्हि एवं वक्तुं शक्यते वा उदाहरणवाक्यानि? कः घटं तत्र किमस्ति तत्र ब्रेक् इत्यस्य कृते किं घटस्य भङ्गः कः कृतवान्, नो चेत् केन कृतः इति, घटस्य भङ्गः केन कृतः क इति, कः इति साक्षात् वक्तव्यं, विभक्तिरूपाणि अपि भवन्ति खलु वृत्तेः इत्यनेन. तर्हि केन घटः तत्र किम् अस्ति ब्रेक् इत्यस्य किम् अस्ति भग्नः, केन घटस्य भग्नः कृतः इति वक्तुं शक्यते वा उदाहरणवाक्यम्? क्षम्यतां, तत्र लिङ् ऋटोः इत्येव भवति खलु, तर्हि किं वक्तव्यं? क्षम्यतां, तर्हि तत्र तव तु मास्तु भगिनी. श्रूयते किम्? आं भगिनि श्रूयते. भगिनि श्रूयते भगिनि, लिङ् भवेत्, वितिलिङ्ग् भवेत् या तु लट् लृट् लृट् भवेत्. को वा सुरां पास्यति, सुरापानं करिष्यति, को वा सुरापानं करिष्यति, नो चेत् सः वा तत्र कुर्यात् अस्मिन् दिवसे सुरापानं कुर्यात्, तदपि अस्मिन् शुभदिवसे दिवसस्य अवसरे को वा सुरापानं कुर्यात् इति. अनन्तरं कः वा घटं वेदयतात् इति भवति वा भिद्यते खलु भेत्स्यते इति भवति किं भेत्स्यते भेदयेत् इति भवति खलु निजन्तं भेदयेत् कहं वा घटं भेदयेत् नो चेत् कः वा घटं नृत्यते खलु नृत्यतु भवति किं भवति भेत्स्यति अभेत्स्यते भेदयिष्यति इति भेदयिष्यति इति निजन्तमस्ति खलु भेत्स्यति इति अस्ति कर्तरि लृट् भेत्स्यति परस्मैपदम् आत्मनेपदे भेत्स्यते लृट्लकारे भगिनि श्रूयते किं तत्र किम् अस्ति निजन्तं भवेत् खलु भेत्स्यति कर्तरि इति धाति अस्ति निजन्ते करणीयं किम् के कः कः भिद्यते भेदयति इत्युक्ते अन्येन खलु कारयति भेदयिष्यति इत्युक्ते अन्येन कारयति अन्यदेव कः करोति इत्येव प्रश्नः अस्ति खलु घटम् इति स्वयः भिनत्ति तर्हि भिनत्ति इति भवति किन्तु ब्रेकिङ्ग् इट् बट् इस् गोन् टु बि इन् द फ्यूचर् टेन्स् इति कृत्वा भेत्स्यते इति कर्तरि भेदयिष्यति निजन्तम् आवश्यकं खलु कथं प्रथमं कर्तृ फर्गेट् अबौट् एव्रिथिङ्ग् एल्स् फर्गेट् अबौट् लङ् लृट् लकारस्य विषये केवलं वयं चित्रं कुर्मः यत्र घटं स्वयं तत्र भङ्गं जायते घटस्य स्वयं भङ्गं जायते चेत् घटः भिनत्ति इति वदामः खलु स्वयं भङ्गः जायते चेत् घटः भिनत्ति रामः घटं वेदयति इति वदामः खलु यदि रामेण घटः विद्यते चेत् रामः घटं वेदयति इति वदामः साधु वा तर्हि अधुना लुट्लकारं कुर्मः चेत् केन घटः किं भवति निजन्तं भवति खलु यदि वयं वेदयिष्यते नो चेत् केन घटः वेद्यात् इति क्षम्यतां वेदयेत् इति खलु येन तदहं लिखामि अन्येन कारयति अन्येन स्वस्य कार्यमपि तथा एव वयं लिखितुं शक्नुमः किल कर्तरिप्रयोगे निजन्तस्य आवश्यकता अस्ति वा आम् किमर्थम् इत्युक्ते बालकः स्वयं वर्ड् भिनति मीन्स् टु ब्रेक् अप् ब्रेक् अपाट् घटं भिनत्ति स घटं भिनत्ति न वेदयति nay so if I'm going to break the pot I'll say I have binat whatever the binat binadme I'm binadme I'm breaking the pot yourself if your heart is breaking by itself then you can say if you are a gata then you can say it gataha vadishyati aham binadmi iti gataha vadishyati but you're not gata right you're not the one who is breaking I think it okay all right that's what I think it should be I am breaking the pot if you do nijanta I am making the pot break by somebody else hetu karta asti hetu mate api asti khalu nijante it is the ve santi ya vadati ya kar ya karayati sah api karta ya karoti sah api karta nijante द्वे पुरुषे एकनिमिषं भवत्याः उदाहरणम् अत्र लिखितवती कः सुरापानं पिबेत् इति नो चेत् कः सुरापानं पास्यति इति खलु पास्यति अस्मिन् शुभदिवसे अस्मिन् तु शुभदिवसे वा एवं खलु भगिनी अत्र मम प्रश्नः एवम् अस्ति, एवं वाक्यमस्ति खलु, दण्डः भिनति खलु भगिनि, इफ् द घटः भिनति इत्युक्ते द पाट् ब्रेक् बै इट् सेल्फ्, देट्स् करेक्ट्, पाट् इस् ब्रेकिङ्ग्, नो नो भिनति, एकनिमिषम् उदाहरणं स्वीकृत्य, भिनति इति स्वीकृत्य वयम् उदाहरणवाक्यानि पश्यामः जालपुटे. ओ एवमेव वा, भिनति वाक्यशूलेन अदृश्ययं कण्टकं यथा. ओ एवं वा, कस्मिन् वट् इस् द लिङ्क्, नाम जस्ट् आन्लैन् सर्चिङ्ग् बिकास् प्राजेक्ट् श्लोक न किमस्ति, अपि चाणक्यरीतिः अस्ति इति वाक्यशूलेन अदृश्य अयं कण्टकं यथा ब्रह्मालय. ओ अस्तु अवगच्छामि, अधुना गच्छामि, तर्हि तदेव भवति तत्र केन घटः तत्र किं भवति, तत्र कर्मणि अपि लेखितुं शक्नुमः खलु, तदर्थम् अहं लिखामि. तत्र किं भवति, लट् लकार तत्र लङ् लकारे तु अभिद्यत इति भवति, लिङ् लिङ् भवेत्, क्षम्यतां लङ् लङ् नास्ति, लिङ् भवेत् या तु लट् भवेत् विद्येत. केन घटः किं भवति, मस्तके भेत्स्यते, एवं वा अग्रे वयं पठामः, पठामि लिङ्गभवत् इति वाक्ये सिद्धान्तकौमुद्याः वृत्तौ वर्तते. पूर्वतने सूत्रे विभाषा विभाषा कथमि लिञ्च एका विशिष्टा परिस्थितिः भवति, यत्र लृङ्लकारस्य सम्भावना अपि भवति. तद्वत् अत्रापि किं वृत्ते लृङ्लृतौ इति सूत्रेण यत्र एकं विशिष्टं कार्यं भवति स्म अथवा तादृशप्रयोजने न श्रूयते भगिनि, एका विशिष्टा परिस्थितिः भवति, यत्र लृङ्लकारस्य सम्भावना अपि भवति. तद्वद् अत्रापि किं वृत्तेः लृङ्लृतौ इति सूत्रेण यत्र एकं विशिष्टं कार्यं भवति स्म अथवा तादृशप्रयोजने प्रयासः जातः परन्तु साफल्यं न प्राप्तम् अथवा भविष्यति यत्र तादृश असफलः प्रयासः स्यात् तत्र भूतकाले विकल्पेन लृङ्लकारः भवति, भविष्यत्काले च नित्यं लृङ्लकारः भवति. एतदर्थं काशिकायाम् उदाहरणं दीयते, को नाम वृषलः यं तत्र भवान् याजयेत्, यं तत्र भवान् वृषलं याजयिष्यति. तर्हि तत्र किम् उक्तम् अस्ति, पूर्वतनसूत्रे विभाषा कथमि लिञ्च इति सूत्रे उक्तमस्ति, एका एका विशिष्टा परिस्थितिः वर्तते यत्र इरुन्धकारस्य सम्भावना भवति, तद्वत् अत्रापि भवेत् इति कृत्वा इति सिद्धान्तकौमुद्याम् उक्तमस्ति, रुङ् प्राग्वत् इति उक्तमस्ति. येन किम् अवगच्छामः, सामान्यतया किं शब्दस्य प्रयोगे तत्र दर्भार्थे धातुतः रिङ् ऋट् प्रत्यो भवतः, किन्तु यत्र विशिष्टं कार्यं भवति यत्र येन यत्र कार्यस्य प्रयासः जातः, विशिष्टकार्यस्य प्रयासः जातः किन्तु तत्र साफल्यं न प्राप्तं, भूतकाले नो चेत् भविष्यत्काले एतादृशः असफलः प्रयासः भविष्यति इति तत्र तत्र उच्यते, तत्र भूतकाले विकल्पेन लृङ्लकारः भविष्यति, भविष्यत्काले च नित्यं लृङ्लकारः भवति इति. तदा तु भूतकाले विकल्पेन भवति, भविष्यत्काले तु असफलः प्रयत्नः चेत् नित्यमेव लृङ्लकारः भवति. एतदर्थं काशिकायाम् उदाहरणं दीयते, को नाम वृषलः यत्र भवान् योजयेत्, यं तत्र भवान् वृषलं याजयेत्, यं तत्र भवान् वृषलं याजयिष्यति, कतोरो नाम कतमो नाम यं तत्र भवान् वृषलं याजयेत् नो चेत् याजयिष्यति. भूते क्रियातिपत्तौ, क्रियातिपत्तौ इत्युक्ते असफलप्रयत्नः इत्यस्मिन् अर्थे क्रियातिपत्तौ, भूतकाले अस्ति चेत् विकल्पेन वा लृङ्गतेन विकल्पेन लृङ्गपि भवति इति कृत्वा लिङ्गपि भवति. तदा किं भवति, अनेन अनेन एव तत्र किं जायते, किमस्ति अजायिष्यत् इति भवति. भूत तत्र भविष्यत्काले तु नित्यं भवति, तर्हि भूतकाले को नाम वृषलः यं तत्र भवान् अजायिष्यत् इति वाक्यं तद् इति विकल्पेन भवति. अनन्तरं यदि भविष्यत्काले अस्ति चेत् केवलं तत्र नित्यमेव भवति एतत् वाक्यम्, अन्य तत्र लृङ् ऋतौ न भवति भवतः. अस्मिन् उदाहरणे वृषलः नाम दुर्जनः, याजयति इति यज् धातोः निजन्तरूपम्, यजते नाम त्यागं करोति, निदर्शने केनचित् स्वस्य चारित्र्यं ख्यातिः नाम वा त्यागः क्रियते दुर्जनस्य कृते. आरम्भे सामान्याते किं वृत्ते लृङ्गृतौ इति एतेन विधिलिङ् च लृक्ष इत्यनयोः वाक्यानि दीयते, तदा अतिपत्तौ नाम यत्र कार्यम् असफल असाफल्यं जायते, विकल्पेन अजायिष्यत्, भविष्यति तु नित्यं लृङ् च भवति. अर्थः अस्ति तस्य दुर्जनस्य नाम किं, यस्य कृते भवतः असफलप्रयातः प्रयासः जातः स्वस्य नाम त्यागार्थम्. प्रथमे उदाहरणे च अस्मिन् अर्थे को हरिम् अनिन्दयिष्यत् इति भवति. उभयत्र प्रश्नवाकः अनिन्दिष्यत, उभयत्र किम् इति प्रश्नवाचकः शब्दः निन्दार्थे भवति. तर्हि तावद् वयं तदेव वयं गते सप्ताहे लिखितवन्तः, त्रिमृता त्रिमृतेः इति प्रयोगः यदि गर्भायाम् अनन्तरम् असाफल्ये अस्ति अतिपत्तौ, अतिपत्तौ भूतकाले विकल्पेन लृङ् भवति, इत्युक्ते लृङ् लिङ् भवति, लृट् भवति, लृङ्गपि भवति. तर्हि तथा एव कुम्भवृत्तेः गर्भायाम् असाफल्ये इति तत्र भविष्यदत्ते चेत् नित्यं लृङ् भवति इति उक्तवन्तः. अत्र उदाहरणवाक्यानि चिन्तयामः वा, तत्र किमर्थं भवान् गच्छति इति तत्र पृष्टुं शक्नुमः खलु भगिनि, किं शब्दस्य एव अर्थमस्ति, तत्र गत्वा साफल्यं न भवति इति कृत्वा माता वक्तुं न शक्नोति खलु, किमर्थं भवान् तत्र गच्छति इति तां द्रष्टुं अगमिष्यत् इति भवति वा लृङ्कारे गम् धातोः तद् वाक्यं साधु वा मूह न जानामि न जानामि he did not give up on the mishala gachet gachet ati bhavati kim tatra gachet kim tatra bhavan gachehe atam gachehe kimartam api kim shabda hai vasti kim ha tat satyam tatra ling lakara hasti chet gachet ha तत्र लृट् अस्ति चेत् किं भवति लृट् गमिष्यति लृट् गमिष्यति भवान् तत्र गमिष्यति भूतकालस्य अपि खलु यस्यपि अगमिष्यति चेत् लृङ्लकारः भवति अगमिष्यत् अत्र बहु चर्चा भवति यतोहि लृङ् अस्ति भूतकालार्थे किमर्थं भविष्यत्कालार्थे लृङ् लृङ्गः उपयोगं करणीयमिति महोदयेन उक्तमासीत् तत्र क्षम्यतां अन्य उदाहरणान् चिन्तयामः भगिनि भवतः प्रयत्नः अर्थः इत्युक्ते प्रयत्नः विफलः एव वक्तु माता वदति इदानीं अग्रिमं वाक्यं याजयिष्यत् किमर्थं भवान् धनं दद्यात् इति तदपि वक्तुं शक्यते खलु कुतः भवान् धनं दद्यात् दद्यात् धनं तु दत्तं तर्हि असाफल्यं तु नास्ति खलु तत्र तेन किमपि प्रयोजनं नास्ति इति सः तु किमर्थं भवान् तत्र किं तत्र वाट् यु से फार् लेज़ि पर्सन् अलसं धनं सुरापानं यः करोति तस्मै किं ददाति तत्र सुरापानं यः करोति तस्य किमपि वाक्यमस्ति वा ड्रोन् अयो राम शङ्कर् इत्यस्य किमपि अस्ति वा भगिनी तु सुरापानम् इति एव स्वीकृत्य सुराशुः इति ड्रङ्कर् इति अस्ति अस्तु मद्यपीतं मद्यपीतम् इति मद्यपानं करोति अलसं तस्मै अलसं तस्मै अलसाय किं कुतः भवान् तस्मै अलसाय धनं दद्यात् केन को लाभः इति एवं भवति वा अत्र एतादृशप्रयोगस्य कृते वाक्यानि शोधनीयं चेत् कुत्र भवेत् केवलं गूगल् मध्ये किल अन्य कोऽपि वेब्सैट् अस्ति किं न जानामि अहं तु तत्र सामान्यतया एस् ए विकिशनरी तत्रैव पृच्छामि. विक्षनरी अस्तु. दास्यत् इति भवति खलु, साधु अस्ति खलु. दास्यत् दद्यात् खलु, दद्यात् इति विजिलिङ्ग् इति भाति दा धातु दाने. साधु वा अन्नभगिनी किमपि वक्तुमिच्छति वा भगिनी, उदाहरणवाक्यम्? हा, विजिलिङ्ग्लकारे दाने यच्छेत् इति अस्ति. मया चिन्तितं दद्यात् इति, यच्छेतां यच्छेयुः इति अस्ति विजिलिङ्ग्लकारे. लकारे अदास्यत्, लृङ्ग्लकारे अदास्यत्, अदास्यत् दा दाने दं दाने. न भगिनी, दद्यात् अस्ति, अत्र पश्यतु, दद्यात् तादृशप्रयोगः अपि नास्ति किल. किं धातोः धातुद्वयं वर्तते, एक दुधाय् अस्ति. अस्तु, दुधाय् तु जुहोत्यादिगणे अस्ति. दुधाय् इत्यस्य तु सम्यक् एव, अस्तु, दुधाय अस्ति चेत् ददाति. अथवा दास्यति, लृट्लकार अस्ति चेत् दास्यति. दद्यात् इति विधिलिङ्ग्लकारे मोस्ट् प्राबब्लि दद्यात्. अपि च लृङ्ग्लकारे किमस्ति, लृङ्ग्लकारे अदास्यत्. हा, भवता भवत्या उक्तम् अदास्यत् इति. अदास्यत् इति परस्मै, अदास्यत इति आत्मनेपदं. दुधाय अस्ति चेत् तर्हि महोदय अन्येषु उदाहरणानि सन्ति वा? चिन्तयतु, केवलम् एतदुक्तं यत् कः मांसं भक्षति, भक्ष्येत्. तत्तु निन्दार्थे खलु, कः मांसं भक्षेत् इति निन्दार्थे अस्ति. निन्दार्थे असाफल्यम्, असाफल्यतः. अस्तु अस्तु अस्तु, भोक्ष्यति. You're doing some sort of upakara and that doesn't have any, that's what it is, right? So tadrusha can ek upivakyam uttam shikyate. Why are you cleaning up? Why are you not, the person is only going to make it dirty. Iti tadrusha uttam shikyate. We can probably use any word there. Context is whatever we have covered, that's what it is. तर्हि महोदय प्रेषयिष्यामि. रेल् रेल् रेल् यानं गतं, किमर्थं धाविष्यति, किं त्वं धाविष्यति, किं भवत् धाविष्यति. रेल् यानं तु गतं, किमर्थम् ओर् कतरः फूल्, विच् फूल् विड्रन् कुतः. वी केन् वी आलरेडि यूस्ड् कुतः, वी आलरेडि यूस्ड् किमर्थं, केन् वि थिङ्क् आफ् समथिङ्ग् एल्स् लैक् कः मन्दबुद्धिः. रेल् यानं तु गतं, कः मन्दबुद्धिः यः धावेत्. I don't know if it is visiting. Dhavet or if it is Rangasthichis Kimasti. Adhavishyat. Rangasthichis Adhavishyat. Dhavet or Dratlakare Dhavishyati Bhavati Tikakha. Dhavishyati Dhavishyati. Ubhayapadi. Dhav Dhatuhu. धाविष्यति वा धावयिष्यति वा? धाविष्यति. कः मन्दबुद्धिः धाविष्यति? धाविष्यति रेल् स्थानकं प्रति कः मन्दबुद्धि धाविष्यति, यानं तु गतं धाविष्यत् खलु, धाविष्यत् आम् विजिलिङ्गकारे धावेत् मम पटलं न दृश्यते किं बहु वचनस्य बृहत् कर्तुं शक्यते चेत् इट्स् बेटर् टु सी, ऐ कान् सी इट् इस् सो स्माल् नेत्र इदपि अस्ति किं वदामि ग्लासस् तदा द्रष्टुं किञ्चित् भगिनि अनन्तरम् अस्ति तत्र किमस्ति उपनेत्रमपि अस्ति तथापि द्रष्टुं किञ्चित् अस्तु अस्तु भगिनि अधुना मम प्रश्नः किम् अस्ति इत्युक्ते वाट् एवर् वि लेट्स् फिनिश् द लास्ट् पेराग्राफ् अण्ड् देन् गो ओवर् द एक्साम्पल्स् गो ओवर् द एक्साम्पल्स् अवर् ओन् एक्साम्पल्स् अञ्चनितु महोदय ओके अस्तु भवती पठतु भगिनि भवत्याः अत्र किं पठ अत्र अस्ति प्रश्नः उदेति यत् खलु ऋतौ तद्वा प्रश्नः उदेति यत् किं वृत्ते लिङ् ऋटौ इति सूत्रे कुतः लृङ् प्राग्वत् इति सूचना प्राप्यते तथैव काशिकायां दत्तं यत् भूते क्रियातिपत्तौ वा लृङ् भविष्यति तु नित्यम् एतत् सर्वं किं वृत्ते लिङ् ऋटौ इत्यस्य अनुवृत्तिसहितसूत्रे नास्ति किल उत्तरत्वेन उच्यते यत् वोताप्योः इति सूत्रात् वा इत्यस्य अधिकारः अनेन प्राग्वत् पूर्वतनसूत्रमिव विकल्पेन एकस्मिन् पक्षे लृङ्लकारः अपि भवति अनिन्दिष्यत् नाम अनुवृत्तिसहितसूत्रे एवं भवेत् वा लृङ् प्राग्वत् आहत्य किंवृत्ते गृहायां धातोः लिङ् लृट् प्रत्ययो परश्च वा लृङ् प्राग्वत् इति अत्र महोदयेन गच्छसि किमर्थं कुतः लृङ् आगतमिति न उक्तम् पूर्वतनसूत्रेषु पूर्वतनसूत्रेषु भूताप्यो इति सूत्रेषु अस्ति लिङ् निमित्ते लृङ् इत्यस्य अनुवृत्तिः भवति वा आ उताप्योः उत अपि इति उताप्योः इति उत अपि इति अस्ति उति द्वौ उत अपि च शब्दद्वयमस्ति तयोः यदि ते उपयुज्यन्ते लिङ् लिङ् निमित्ते लृङ् क्रियातिपत्ते भूते भवति इति अस्मिन् सूत्रे अस्ति ओतापयोः इति 341 तस्मिन् ततः लिङ् निमित्ते लृङ् लृङ् आगच्छति अपि च क्रियातिपत्तौ इति कृत्वा तस्य अनन्तरं गृहायां लट् अपि जातौ तत्र लट् अस्ति विभाषा कथमे लिङ् च लिङ् तस्य पर किं वृत्ते लिङ् लटो इति स्पष्टीकृतव्य यतो हि लट् न गृह्येते इति तस्य पूर्वमेव यत् लृङ् इति अस्ति क्रियातिपत्तौ तदेव अस्मिन् अत्र गृहीतं यत्र अस्मिन् पेराग्राफ् मध्ये किं वृत्ते लिङ् लटो इति सूत्रे लृङ् तु नास्ति कुतः आगतः प्राग्वत् इति कथम् आगच्छति इत्युक्ते पूर्वतनसूत्रे ओतापयोः अत्र अपि च अत्र ओतापयोः इत्यत्र वा इति यदस्ति तस्य अनुवृत्तिः भवति अस्य विषये अपि भगिनी वर्गे किञ्चित् चर्चा भवति यतोहि हेमा भगिन्या उक्तं वा इति किमर्थं वक्तव्यं विभाषा इति अस्ति किल विभाषा किमर्थं न वक्तव्यमिति महोदयेन उक्तं यदि विभाषा अस्ति विभाषा इत्युक्ते सर्वे लकाराः अपि सर्वे लकाराणाम् उपयोगं कर्तुं शक्नुमः विभाषा न स्वर्यते इति अस्य पुरतः अस्य पूर्वमेव आसीत् विभाषाय न स्वर्यते इति इत्युक्ते किमृते लिङ्गटु इत्यत्र विभाषा नास्ति तथा वा इति वोताप्यः इत्यत्र वा अस्ति किमर्थं वा द फालोयिङ्ग् सूत्रे किमर्थं विभाषा अस्ति किमर्थं वा इति न उक्तमिति वा इत्युक्ते इदं वा तत् परन्तु विभाषा इति उक्तत्वात् सर्वलकाराः लकाराः अपि उपयुज्यन्ते इति आशंसायां तस्य पूर्वं किम् आसीत् प्रवचने आशंसायां भूतवच्य तत् विभाषासाकाङ्क्षे तत्र विभाषा यदस्ति तत्र सर्वे लकाराणाम् उपयोगं भवति इति भाति कश्मीरान् गमिष्यामः पास्यामः आगच्छामः पिबामः तत्र पश्य आशंसायां भूतवच इत्यत्र चत्वारः सम्भावनाः अस्ति आगतः वा आगच्छति वा आगमिष्यति वा अगमत् वा एतत् आशंसायां भूतवच इत्यत्र चत्वारः सम्भावनाः सन्ति तावत् न भवेत् तादृशं न भवेत् अत्र तेन कारणेन वा इति अस्ति लृङ् प्राग्वत् इति केवलं वा इति अस्ति कृत्वा लृङ् केवलं रङ्गः ग्रहणं लिङ् लृटौ अस्य ग्रहणम् अपि च क्रियातिपत्तौ भूतकाले विकल्पेन अपि भविष्यत्काले नित्यं लृङ्गः ग्रहणं भवति इति लृङ्ग्रहणं भवति इति तावदेव भगिनि किञ्चित् भ्रमात्मकम् एतत् सब् घटः कति रङ्ग् किमर्थम् आगच्छति एतावता क्रियातिपत्तौ इति कृत्वा प्रथमम् इति आसीत् तत्र तु अद्यतने वा सामान्यभविष्यदर्थे वा व्यामिश्रे वा क्रियायत्तायां क्रियायां वा भवति इति उक्तवन्तः इत्युक्ते तु अद्य रात्रौ दूरदर्शनं द्रक्ष्यामि इति अस्माभिः चिन्तितमासीत् तत्र चिन्ता तदेव महोदयं प्रेषयामि अनन्तरमासीत् तत्र किम् आसीत् तत्र सामान्यभविष्यति आगामिमासेषु अहं संस्कृतं पठिष्यामि अद्य वा श्वः तथा एव पठिष्यामः पठिष्यति इति उपविशति अनन्तरम् अनद्यतने लृट् इति लृट् इत्यस्मिन् अनद्यतनार्थे भविष्यत्काले तत्र श्वः वा भविष्यत्काले इत्युक्ते श्वः वा शुभाविव भवति चेत् लुट्लकारः भवति श्वः इत्यस्मिन् अर्थे बालकः श्वः पाठं पठिता इति स्वभावी इत्यस्य आगामिसप्ताहे बालकः पाठं पठिता इति अनन्तरम् अविज्ञावचने लृट् इत्यस्य कृते अनद्यतनः भूतकालः अविज्ञावचनं स्मृतिबोधकवचनानि तत्र भवति चेत् लृङ् लृट् लृङ् न लृट् भवति लृङ् तु न भवति लङ् न क्षम्यतां केवलं लृट् भवति तत्र तु हेव दत्त बीजानासि ननु गते वर्षे कश्मीरेषु वत्स्यामः इति तु महोदयस्य वाक्यमस्ति वयं स्वयं चिन्तयामः अस्माकं वाक्ये गते वर्षे जाह्नवीं तत्र गमिष्यामः इति जाह्नवीशिबिरं गमिष्यामः इति वर्षे तत्र स्मरति ननु इति लिखामि स्मरति ननु गते वर्षे जाह्नवीशिबिरं गच्छ भवती आगतवती वा इतः पूर्वं जाह्नवीशिबिरं द्विवारं या त्रिवारं महोदय आगतवान् भवती आगतवती वा स्वरूप महोदय अद्य पर्यन्तं तस्य दर्शनमेव न भवति अद्य पर्यन्तं तं न दृष्टवती विद्याभगिनी अपि कथमस्ति इति न जानामि, तस्य मुखदर्शनं अद्यपर्यन्तं न कृतम्, अरुणाभगिन्याः अपि न मुखदर्शनमेव न कृतम्। अत्र तु अनद्यतन इति उक्तमस्ति, तर्हि गते वर्षे इति अनद्यतनं नास्ति खलु, शुभभावे शुभभावे भवेत्। तर्हि न तर्हि गमिष्यामः शुभभावे शुभ, परन्तु गते वर्षे इति चिन्ता नास्ति, तदपि वयम् उक्तवन्तः खलु, like it happens every year, so last year was like a more recent occurrence, right? It's not something that happens so according to the fact that it happens only once a year, whatever happened last year is like yesterday. तत्र अस्ति खलु विज्ञावचने इत्यस्य अनद्यतन इति एव अस्ति खलु, अनद्यतन इति अस्ति खलु, अनद्यतने अस्ति विज्ञावचने, कुत्र द्रष्टव्यं तत् सूत्रं दृष्टवत्याम् अस्ति न यदि किं वदति अनद्यतनभूतकालः अभिज्ञावचनं यत् शब्दः अस्ति चेत् लङ् एव भवति लुट् न भवति इति, तर्हि यत् जाह्नवी शिबिरम् स्मरति यत् इति वदति चेत् तद् वयं अगमत् खलु, सामान्य लुङ् भवेत् खलु, लङ् किं भवेत् अनिर्दिशने अगच्छाम इत्येव खलु लङ्लकारः अगच्छत् अगच्छत् लङ् अस्ति, अगमत् लुङ् अस्ति, अगच्छत् अगच्छत् इति अगच्छाम इति तत्र बहुवचने वयम् इति अस्ति, गच्छामः विभाषे साकाङ्क्ष इत्यस्ति, तत्र यत्र साकाङ्क्षापदम् अस्ति चेत् यद्वा यद्वा भवतु अभिज्ञवचनमस्ति चेदपि तत्र तत्र लृट् वा लङ् वा भवितुमर्हति इति, तर्हि भगिनी स्मरसि ननु तत्र लङ् लङ्कार विधीयेत् तत्र स्मरसि गते वर्षे ननु विशेषं शिबिरं गच्छाम तत्र किं कृतवन्तः वयं तत्र भोजनं सम्यक् भोजनं तद् मास्तु तत्र नाटक नाटकमिति लिखमिव पाठम् अपठाम तत्र सम्भाषणं कर्तुं दृश्यं प्रदर्शय हास्य तत्र हास्य हास्यनाटकं हास्यनाटकं दृश्यं दृश्यं नाटकम् दृश्यं किम् अस्माभिः दृष्टं पश्यामि दृष्टं वयं कृतवन्तः इति ओ दर्शयाम इति भवति करिष्यति करिष्यति करिष्यामि करिष्यामः करिष्यामः इति वदति करिष्यामः, तर्हि लङ् अस्ति चेत् दर्शयति किमस्ति स्मरति ननु यत् गते वर्षे दृष्णीभावी इति शुभभावे अस्ति शुभभावे इति कृत्वा लुट् भवितव्यं तर्हि कर्ता स्मः हास्यदृश्यं प्रदर्शयामः तत्र लङ् अस्ति खलु भगिनि अत्र स्पर्शतु दर्शयामः इति भवति वा दृश् धातुः दृशि दर्शयति इति भवति खलु हास्यदृश्यं दर्शयति वयं प्रादर्शयामः वयं प्रदर्शयामः इति आङ्ग्लकारे तद् प्रदर्शयामः इत्यस्य प्रादर्शयामः इति भवति आङ्ग्लकारे अस्ति वा भगिनि अरुणा भगिनी किमपि वक्तुम् इच्छति वा भगिनि भवति वा पश्यतु भगिनि शिबिरं मङ्गलवारपि न अवगतं भगिनि सम्यक् न किं किमर्थं किं न अवगतं गते कुतः इति चर्चितं तदेव वयं कुर्वन्तः स्मः अत्र प्रदर्शयिष्यामः तद् भगिनि वि शोड् वि डिस्प्लेड् हास्यदृश्यं सम्यक् वा भगिनि सम्यक् इति भाति प्रादर्शयामः वा प्रदर्शयामः भवेत् अत्र तु लङ् अस्ति खलु प्राभ अस्तु प्रा इति भवति किं प्रादर्शयामः प्रादर्शयामः इति भवति प्रदर्शयामः अस्तु अस्तु तदेव लिट्लकारे प्रदर्शयिष्यामः प्रदर्शयामः इति न भवति प्रदर्श्य सीताफलं सीतावर्ण पञ्चनिमिषानि अत्र आशंसायाम् इत्यस्य उदाहरणवाक्यं तत्र किं भवति आशंसायाम् इत्युक्ते अप्राप्तस्य पदार्थस्य प्राप्तुम् इच्छा इति अस्मि आशंसायाम् अर्थे भूतवत् इत्यनेन तत्र किं भवति तत्र भूतवच्च इत्यनेन भूतवत् यत्र भवति भूतकालार्थे यत्र प्रयोगः भवति तदा तु लट्लकारः लुङ्लकारः लृट्लकारः निष्ठा अहं तु किमपि न स्मरामि भगिनि अहमपि सर्वं विस्मृतं चत्वारः अपि अत्र उपयुज्यते उपयुज्यन्ते लुङ् निष्ठा लट् अपि च लृट् तत्र स्वयम् उदाहरणं चिन्तयामः यतोहि अत्र विभाषा इति अस्ति इफ् इट् हेपन् देन् यु नो दट् वुड् हेपन् इत्यस्मिन् यदि सः आगच्छति तर्हि एतावता भविष्यति इति किन्तु महोदयस्य वाक्यं न प्रयुज्यते वर्षा भवति चेत् सुभिक्षम् एतदपि अस्ति अष्टाध्यायं कुत्रापि वर्षा भवति चेत् सुभिक्षं भवति तदर्थमेव वर्षा सुभिक्षं भवति इति एव तत्र वयं लृङ्गलकारः इति पठितवन्तः खलु तस्मिन् लृङ्ग सर्वे लकारः भवितुमर्हन्ति खलु पठितवन्तः वर्षा भवति चेत् वर्षा भविष्यति चेत् वर्षा अभवत् चेत् अथवा वर्षा अभविष्यत् चेत् इति कथमपि वक्तुं शक्नुमः अस्मिन् सूत्रार्थे आशंसायां भूतवती इत्यत्र वर्षा अथवा किं किं वक्तव्यं तदपि प्रयोक्तुं न शक्यते कष्टं तत्र एतद् वक्तुं शक्नुमः खलु जनवि तत्र गमिष्यामः चेत् संस्कृतभाषायां सम्भाषणं कुर्मः करिष्यामः परस्परमेलनं भविष्यति इति परस्परं मेलिष्यामः इति मित्राणि मेलिष्यामः वयं मेलिष्यामः इति वयं तदपि सुष्ठु एव चेत् इति यदि अपि यदि तर्हि उपयुज्य वक्तुं शक्यते खलु न वा चेत् इति अस्ति यदि इति तत्र नास्ति भूतवती इत्यस्य चेत् प्रयोगस्य किमपि महत्त्वं नास्ति खलु यदि भवति तदा यदि भवति चेत् इति तदेव अर्थः खलु यदि इत्युक्ते चेत् इति यदि इति उच्यते चेत् तर्हि इति वक्तव्यं खलु तस्य अपरं यदि गच्छामः तर्हि मित्राणि मेलिष्यामः अध्यापकान् मेलिष्यामः यदि अस्मिन् वर्षे धान्यं गमिष्यामः तर्हि मित्रैः मेलिष्यामः अधुना लक्लकारे यदि अस्मिन् वर्षे धान्यं गच्छामः मिलामः तर्हि मिलामः निष्ठा यदि तस्मिन् वर्षे तर्हि मित्रैः मिलिताः वा मेलिताः मेलिता भवति किल मेलनं मेलिताः इति तदपि अकर्मकधातु मेलिताः अकर्मकधातु दातवः तु तत्रापि तत्र प्रयोगे भवति मेलनं तु अकर्मक वा अकर्मकः अस्ति मित्र इति मिलिता तु द्वयम् अस्ति एकः तु अकर्मकः अन्यः तु सकर्मकः अस्ति अत्र तु वयं मित्रैः इत्युक्तमस्ति इति कृत्वा अकर्मकधातोः प्रयोगे वयम् इत्यस्य कर्तृपदस्य कर्तृप्रयोगे प्रयुक्तं यदि अस्मिन् वर्षे लुङ्लकारः किं भवति रमेश लुङ् लुङ् अस्ति खलु लुङ् किं भवति लुङ् वा लुङ् इत्युक्ते किं भगिनी किं मनसि किमपि किम् अस्ति अगमत् खलु लुङ्गि अगमत् लङ्गि अगच्छत् अगमाम लुङ्लकारः तु सामान्यभूतकालार्थे वा अनद्यतनभूतकालार्थे वा लुङ् लुङ्ग् तु सामान्य लङ् अनद्यतन सामान्यभूतकालार्थे लुङ्लकारः उपयुज्यते अकर्मकः लुङ्लकारः कथं भवति अमेलि इति भवति तर्हि अमेलिष्म जानवीम् अगमाम इफ् यु वेण्ट् देयर् अगमाम इति लुङ्लकारे अगमाम भवति अगमाम तथि मित्रैः अमेलिष्म इति खलु अगमाम इति लुङ्गि अस्ति मेल् धातोः लुङ् किमस्ति अमेलिष्म तत्तु अहं दृष्टवती अमेलिष्मः हा अमेलिष्मः अस्तु तर्हि अनन्तरं क्षिप्रवचने लृट् इत्यनेन यत्र क्षिप्रवचनं प्रयुज्यते तत्र तु केवलं यदि अस्मिन् वर्षे जाह्नवीं शीघ्रं जाह्नवीं शीघ्रम् जाह्नवीं शीघ्रं भविष्यामः तस्य मित्रैः मेलिष्यामः साधु भगिनि तर्हि महोदय अहं प्रेषयिष्यामि अस्तु अद्य बहु किमपि कृतं भवत्या स्ववाक्यानि उदाहरणरूपेण उदाहरणवाक्यानि इति अन्यापि इण्डियातस्य नाम विस्मृतं कापि अन्या कापि आसीत् तस्य नाम न स्मरामि अन्या एका सूर्यकुमारी भगिनी अपि अस्ति प्रेषयिष्यामि भगिनि आम् आं भगिनि सम्यक् अस्ति भवती गच्छति किं जानशिबिरं अहमपि न गच्छामि बहु किमपि करणीयं टु मेनि थिङ्ग्स् टु डु इन् लैफ् मम धन्यवादः भगिनि बहु सम्यक् आसीत् धन्यवादः अरुणा भगिनी धन्यवादः शुभरात्रिः.